द्वितीयोऽध्यायः गरुड उवाच कीदृशो यमलोकस्य पन्था भवति दुःखदः यत्र यान्ति यथा पापास्तन्मे कथय केशव श्रीभगवान् उवाच यममार्गं महादुःखप्रदं ते कथयाम्यहम् मम भक्तोऽपि तच्छ्रुत्वा भविष्यसि कम्पितः वृक्षच्छाया न तत्रास्ति यत्र विश्रमते नरः यस्मिन् मार्गेन चान्माद्यं येन प्राणाः समुद्धरेत् यस्मिन् मार्गेन चान्नाद्यं येन प्राणान् समुद्धरेत् न जलं दृश्यते क्वापि तृषितोऽतीव यः पिबेत् तपन्ते द्वादशादित्याः प्रलयान्ते यथा खगाः तस्मिन् गच्छति पापात्मा शीतवातेन पीडितः कण्टकैर्विध्यते क्वापि क्वचित् सर्वैर्महाविषैः सिंहैर्व्याघ्रैष्वभिर्घोरैर्भक्ष्यते क्वापि पापकृतु वृश्चिकैर्दंश्यते क्वापि क्वचिद्दह्यति वह्निना तस्मिन् गच्छति पापात्मा शीतवातेन पीडितः कण्टकैर्विध्यते क्वापि क्वचित् सर्पैर्महाविषैः सिंहैर्व्याघ्रैष्वभिर्घोरैर्भक्ष्यते क्वापि पापकृतु वृश्चिकैर्दंश्यते क्वापि क्वचिद्दह्यति वह्निना ततः क्वचिन्महाघोरमसिपत्रवनं महतु योजनानां सहस्रे द्वे विस्तारायामतः स्मृतं काकोलूकवटाग्रुद्धसरघादंशसङ्कुलम् सदा वाग्निचतत्पत्रैश्चिन्नभिन्नः प्रजायते क्वचित् पतत्यन्धकूपे विकटात् पर्वतात् क्वचित् गच्छते क्षुरधारासु शङ्कूनामुपरि क्वचित् स्खलत्यन्धे तमस्युग्रे जले निपतितः क्वचित् क्वचित् पङ्के जलूकाढ्ये क्वचित् सन्तप्तकर्दमे सन्तप्तवालुकाकीर्णे ध्मातताम्रमये क्वचित् क्वचिदङ्गारराशौ च महाधूमाकुले क्वचित् क्वचिदङ्गारवृष्टिश्च शिलावृष्टिः सवज्रका रक्तवृष्टिश्शस्त्रवृष्टिः क्वचिदुष्णाम्बुवर्षणम् क्षारकर्दमवृष्टिश्च महानिम्नानि च क्वचित् वप्रप्ररोहणं क्वापि कन्दरेषु प्रवेशनम् गाढान्धकारस्तत्रास्ति दुःखारोहशिलाः क्वचित् पूयशोणितपूर्णाश्च विष्ठापूर्णाः हृदाः क्वचित् मार्गमध्यवहात्युग्रा घोरा वैतरणी नदी सा दृष्टा दुःखदा किं वा यस्या वार्ता भयावहा शतयोजनविस्तीर्णा पूयशोणितवाहिनी अस्थिबृन्दतटा दुर्गा मांसशोणितकर्दमा अगाधा दुस्तरा पापैः केशशैवालदुर्गमा महाग्राहसमाकीर्णा घोरपक्षिशतैर्वृता आगतं पापिनं दृष्ट्वा ज्वालाधूमसमाकुला आगतं पापिनं दृष्ट्वा ज्वालाधूमसमाकुला क्वथते सा नदीतार्च्य कटाहान्तर्घृतं यथा क्रिमिभिः सङ्कुला घोरैः सूचीवक्त्रैः समन्ततः वज्रतुण्डैर्महागृध्रैर्वायसैः परिवारिता शिंशुमारैश्च मकरैर्जलूकामत्स्यकच्छपैः अन्यैर्जलस्थजीवैश्च पूरिता मांसभेदकैः पतिता सत्प्रवाहे च पतितास्तत्प्रवाहे च क्रन्दन्ति बहुपापिनः हा भ्रातः पुत्रतातेति प्रलपन्ति मुहुर्मुहुः क्षुधितास्तृषिताः पापाः पिबन्ति किल शोणितम् सा सरिद्रुधिरा पूरं वहन्ती फेनिलं बहु महाघोरातिगर्जन्ती दुर्निरीक्ष्याभयावहा तस्यादर्शनमात्रेण पापास्युर्गतचेतनाः बहुरुश्चिकसङ्कीर्णा सेविता कृष्णपन्नगैः तन्मध्ये पतितानां च त्राता कोऽपि न विद्यते आवर्तशतसाहस्रैः पाताले यान्ति पापिनः क्षणं तिष्ठन्ति पाताले क्षणादुपरिवर्तिनः पापिनां पतनायैव निर्मिता सा नदी खग नापरं दृश्यते तस्या दुस्तरा बहुदुःखदा एवं बहुविधक्लेशे यममार्गेति दुःखदे क्रोशन्तश्च रुदन्तश्च दुःखिता यान्ति पापिनः पाशेन यन्त्रिताः केचित् कृष्यमाणास्तथाङ्कुशैः शस्त्राग्रैः पृष्ठितः प्रोतैर्नीयमानाश्च पापिनः नासाग्रपाशकृष्टाश्च कर्णपाशैस्तथा परे कालपाशैः कृष्यमाणाः काकैः कृष्यास्तथा परे ग्रीवा बाहुषु पादेषु बद्धाः पृष्ठे च शृङ्खलैः अयोभारचयं केचिद्वहन्तः पथि यान्ति ते यमदूतैर्महाघोरैस्ताड्यमानाश्च मुद्गरैः वमन्तो रुधिरं वक्त्रात्तदेवाश्नन्ति ते पुनः शोचन्ते स्वानि कर्माणि ग्लानिं गच्छन्ति जन्तवः अतीव दुःखसम्पन्नाः प्रयान्ति यममन्दिरं तथा च संव्रजन्मार्गे पुत्रपौत्र इति ब्रुवन् हा हेति प्ररुदन्नित्यमनुतप्यतिमन्दधीः महता पुण्ययोगेन मानुषं जन्म लभ्यते तत्राप्य न कृतो धर्मः कीदृशं हि मया कृतं मया न दत्तं न हुतं हुताशने तपो न तप्तं त्रिदशा न पूजिताः न तीर्थसेवा विहिता विधानतो देहिन् क्वचिन्निस्तरयत्वया कृतं न पूजिता विप्रगणा सुरापगा न चाश्रिताः सत्पुरुषा न सेविताः परोपकारा न कृताः कदाचन देहिन् क्वचिन्निस्तरय त्वया कृतम् जलाशयो नैव कृतो हि निर्जले मनुष्यहेतोः पशुपक्षिहेतवे गोविप्रवृत्त्यर्थमकारिणाण्वपि देहिन् क्वचिन्निस्तरय त्वया कृतम् न नित्यदानं न गवाह्निकं कृतं न वेदशास्त्रार्थवचः प्रमाणितम् श्रुतं पुराणं न च पूजितो ज्ञो देहिन् क्वचिन्निस्तरय त्वया कृतम् भर्तुर्मया नैव कृतं हितं वचः पतिव्रतं नैव कदापि पालितं न गौरवं क्वापि कृतं गुरूचितं देहिन् क्वचिन्निस्तरय त्वया कृतम् न धर्मबुद्ध्या पतिरेव सेवितो वह्नि प्रवेशो न कृतो मृते पतौ वैधव्यमासाद्य तपो न सेवितं देहिन् क्वचिन्निस्तरय त्वया कृतम् मासोपवासैर्न विशोषितं मया चान्द्रायणैर्वा नियमैः सविस्तरैः नारीशरीरं बहुदुःखभाजनं लब्धं मया पूर्वकृतैर्विकर्मभिः एवं विलप्य बहुशः संस्मरन् पूर्वदैहिकं मानुषत्वं मम कुत इति क्रोशन् प्रसर्पति दशसप्तदिनान्येको वायुवेगेन गच्छति अष्टादशे दिने तार्क्ष्य प्रेतः सौम्यपुरं व्रजेतु तस्मिन् पुरवरे रम्ये प्रेतानां च गणो महान् पुष्पभद्रा नदी तत्र न्यग्रोधः प्रियदर्शनः पुरे तत्र सविश्रामं प्राप्यते यमकिङ्करैः दारपुत्रादिकं सौख्यं स्मरते तत्र दुःखितः धनानि भृत्यमात्राणि सर्वं शोचति वै सदा तदा प्रेतां स्तुतत्रत्याः किङ्कराश्चेदमब्रुवन् क्व धनं क्व सुता जाया क्व सुहृत् क्व च बान्धवाः स्वकर्मोपार्जितं भोक्ता मूढया हि चिरं पथि जानासि संबलबलं बलमध्वगानां नो संबलाय यतसे परलोकपान्थ गन्तव्यमस्ति तव निश्चितमेन तेन गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण यत्र भवति क्रयविक्रयोऽपि आबालख्यातमार्गोऽयं नैव मर्त्यः श्रुतस्त्वया पुराणसम्भवं वाक्यं किं द्विजेभ्योऽपि न श्रुतम् एवमुक्तस्ततो दूतैस्ताड्यमानश्च मुद्गरैः निपतन्नुत्पतन् धावन् पाशैराकृष्यते बलात्। एवमुक्तस्ततो दूतैस्ताड्यमानश्च मुद्गरैः निपतन्नुत्पतन् धावन् पाशैराकृष्यते बलात्। अत्र दत्तैः सुतैः पौत्रैः स्नेहाद्वा कृपयापि वा मासिकं पिण्डमश्नाति ततः सौरिपुरं व्रजेत्। तत्र नाम्नास्ति राजा वैजङ्गमः कालरूपधृतु तं दृष्ट्वा भयभीतोऽसौ विश्रामे कुरुते मतिम्। उदकं चान्न संयुक्तं भुङ्क्ते तत्र पुरे गतः त्रैपक्षिके वै यद्दत्तं स तत्पुरमतिक्रमेत्। ततो नगेन्द्रभवनं प्रेतो याति त्वराकृतिः वनानि तत्र रौद्राणि दृष्ट्वा क्रन्दति दुःखितः। निर्घृणैः कृष्यमाणस्तु रुदते च पुनः पुनः। मासद्वयावसाने तु तत्पुरं व्यथितो व्रजेत्। भुक्त्वा पिण्डं जलं वस्त्रं दत्तं यद्बान्धवैरितः कृष्यमाणः पुनः पाशैर्नीयते अग्रे च किङ्करैः। मासे तृतीये सम्प्राप्ते प्राप्य गन्धर्वपत्तनम्। तृतीयमासिकं पिण्डं तत्र भुक्त्वा प्रसर्पति। शैलागमं चतुर्थे च मासि प्राप्नोति वै पुरम्। पाषाणास्तत्र वर्षन्ति प्रेतस्योपरि भूरिशः। चतुर्थमासिकं पिण्डं भुक्त्वा किञ्चित् सुखी भवेत्। ततो याति पुरं प्रेतः क्रौञ्चं मासेऽथ पञ्चमे। हस्तदत्तं तदा भुङ्क्ते प्रेतः क्रौञ्चपुरे स्थितः। यत्पञ्चमासिकं पिण्डं भुक्त्वा क्रूरपुरं व्रजेत्। सार्थकैः पञ्चभिर्मासैर्न्यूनषाण्मासिकं भवेत्। तत्र दत्तेन पिण्डेन घटेनाप्यायितस्थितः मुहूर्तार्धं तु विश्रम्यकम्पमानः सुदुःखितः। तत्पुरं तु परित्यज्य तर्जितो यमकिङ्करैः। प्रयाति चित्रभवनं विचित्रो नाम पार्थिवः यमस्यैवानुजो भ्राता यत्र राज्यं प्रशास्तिः। तं विलोक्य महाकायं यदा भीतः पलायते तदा सम्मुखमागत्य कैवर्ता इदमब्रुवन् वयं ते तत्तु कामाय महावैतरणीं नदीं नावमादाय सम्प्राप्ता यदि ते पुण्यमीदृशम्। दानं वितरणं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः इयं सा तीर्यते यस्मात्तस्माद्वैतरणी स्मृता। यदि त्वया प्रदत्ता गौस्तदा नौरुपसर्पति नान्यथातिवचस्तेषां श्रुत्वा हा दैव भाषते। तं दृष्ट्वा कथ्यते सा तु तां दृष्ट्वा सोऽतिक्रन्दते। अदत्तदानः पापात्मा तस्यामेव निबध्यति। तन्मुखे कण्टकं दत्त्वा दूतैराकाशसंस्थितैः बडिशेन यथा मत्स्यस्तथा पारं प्रणीयते षाण्मासिकं च यत्पिण्डं तत्र भुक्त्वा प्रसर्पति मार्गे स विलपन्याति बुभुक्षापीडितो ह्यलम् सप्तमे मासि सम्प्राप्ते पुरं बह्वापदं व्रजेतु तत्र भुङ्क्ते प्रदत्तं यत् सप्तमे मासि पुत्रकैः तत्पुरं तु व्यतिक्रम्य दुःखदं पुरमृच्छति महद्दुःखमवाप्नोति खे गच्छन् खेचरेश्वर मास्यष्टमे प्रदत्तं यत्पिण्डं भुक्त्वा प्रसर्पति नवमे मासि सम्पूर्णे नानाक्रन्दं पुरं व्रजेतु नानाक्रन्दगणान् दृष्ट्वा क्रन्दमानां सुदारुणान् स्वयं च शून्यहृदयः समाक्रन्दति दुःखितः विहाय तत्पुरं प्रेतस्तर्जितो यमकिङ्करैः सुतप्तभवनं गच्छेद्दशमे मासि कृच्छ्रतः पिण्डदानं जलं तत्र भुक्त्वापि न सुखी भवेत् मासि चैकादशे पूर्णे पुरं रौद्रं स गच्छति दशैकमासिकं तत्र भुङ्क्ते दत्तं सुतादिभिः सार्धे चैकादशे मासि पयोवर्षणमुच्छति मेघस्तत्र प्रवर्षन्ति प्रेतानां दुःखदायकाः न्यूनाब्दिकं च यच्छ्राद्धं तत्र भुङ्क्ते स दुःखितः सम्पूर्णे तु ततो वर्षे सीताढ्यं नगरं व्रजेत् हिमाच्छतगुणं तत्र महाशीतं तपत्यपि सीतार्तः क्षुधितः सोऽपि वीक्षते हि दिशो दश तिष्ठते बान्धवः कोऽपि यो मे दुःखं व्यपोहति किङ्करास् ते पदन्त्यत्र क्व ते पुण्यं हि तादृशं भुक्त्वा च वार्षिकं पिण्डं धैर्यमालम्बते पुनः ततः संवत्सरस्यान्ते प्रत्यासन्नेयमालये बहुभीतिपुरे गत्वा हस्तमात्रं समुत्सृजेतु अङ्गुष्ठमात्रो वायुश्च कर्मभोगाय खेचर यातनादेहमासाद्य सह याम्यैः प्रयाति च और्ध्वदैहिकदानानि यैर्न दत्तानि काश्यप एवं कष्टेन ते यान्ति गृहीता दृढबन्धनैः धर्मराजपुरे सन्ति चतुर्द्वाराणि खेचर तत्रायं दक्षिणद्वारमार्गस्ते परिकीर्तितः अस्मिन् पथि महाघोरे क्षुत्तृष्णाश्रमपीडिताः यथा यान्ति तथा प्रोक्तं किं भूयः श्रोतुमिच्छसि इति श्रीगरुडपुराणे सारोद्धारे यममार्गनिरूपणो नाम द्वितीयोऽध्यायः। तृतीयोऽध्यायः यममार्गमतिक्रम्य गत्वा पापीयमालये कीदृशीं यातनां भुङ्क्ते तन्मे कथय केशव। श्रीभगवानुवाच आ आद्यन्तं च प्रवक्ष्यामि शृणुष्व विनतात्मजा कथ्यमानेऽपि नरके त्वं भविष्यसि कम्पितः चत्वारिंशद्योजनानि चतुर्युक्तानि काश्यप बहुभीतिपुरादग्रे धर्मराजपुरं महतु हाहाकारसमायुक्तं दृष्ट्वा क्रन्दति पातकी तत्क्रन्दितं समाकर्ण्य यमस्य पुरचारिणः गत्वा च तत्र ते सर्वे प्रतीहारं पदन्ति हि धर्मध्वजः प्रतीहारस्तत्र तिष्ठति सर्वदा स गत्वा चित्रगुप्ताय ब्रूते तत्र शुभाशुभं ततस्तं चित्रगुप्तोऽपि धर्मराजं निवेदयेत् नास्तिकाये नरास्तार्क्ष्य महापापरताः सदा तांश्च सर्वान्यथा योग्यं सम्यक् जानाति धर्मराट् तथापि चित्रगुप्ताय तेषां पापं सपृच्छति चित्रगुप्तोऽपि सर्वज्ञः श्रवणान् परिपृच्छति श्रवणाब्रह्मणः पुत्रा स्वर्भूपातालचारिणः दूरश्रवणविज्ञानाः दूरदर्शनचक्षुषः तेषां पत्न्यस्तथा भूताः श्रवण्यः पृथगाह्वयाः स्त्रीणां विचेष्टितं सर्वं ता विजानन्ति तत्त्वतः नरैः प्रच्छन्नप्रत्यक्षं यत्प्रोक्तं च कृतं च यत् सर्वमावेदयन्त्येव चित्रगुप्ताय ते च ताः चारास्ते धर्मराजस्य मनुष्याणां शुभाशुभम् मनोवाक्कायजं कर्म सर्वं जानन्ति तत्त्वतः एवं तेषां शक्तिरस्ति मर्त्यामर्त्याधिकारिणां कथयन्ति नृणां कर्मश्रवणाः सत्यवादिनः व्रतैर्दानैश्च सत्योक्त्या यस्तोषयति तान्नरः भवन्ति तस्य ते सौम्याः स्वर्गमोक्षप्रदायिनः पापिनां पापकर्माणि ज्ञात्वा ते सत्यवादिनः धर्मराजपुरः प्रोक्ता जायन्ते दुःखदायिनः आदित्यचन्द्रावनिलो यमश्च ज्यौर्भूमिरापो हृदयं यमश्च अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य उत्तम धर्मराजश्चित्रगुप्तः श्रवणाभास्करादयः कायस्थं तत्र पश्यन्ति पापं पुण्यं च सर्वशः एवं सुनिश्चयं कृत्वा पापिनां पातकं यमः आहूयतान्निजं रूपं दर्शयत्यतिभीषणं पापिष्ठास्ते प्रपश्यन्ति यमरूपं भयङ्करं दण्डहस्तं महाकायं महिषोपरि संस्थितं प्रलयाम्बुदनिर्घोषं कज्जलाचलसन्निभं विद्युत्प्रभायुधैर्भीमं द्वात्रिंशद्भुजसंयुतं योजनत्रयविस्तारं वापीतुल्यविलोचनं दंष्ट्राकराळवदनं रक्ताक्षं दीर्घनासिकम् मृत्युज्वरादिभिर्युक्तश्चित्रगुप्तोऽपि भीषणः सर्वे दूताश्च गर्जन्ति यमतुल्या सदन्तिके तं दृष्ट्वा भयभीतस्तु हा हेति वदति खलः अदत्तदानं पापात्मा कम्पते क्रन्दते पुनः ततो वदति तान् सर्वान् क्रन्दमानांश्च पापिनः शोचतः स्वानि कर्माणि चित्रगुप्तो यमाज्ञया भू भू पापा दुराचारा अहङ्कारप्रदूषिताः किमर्थमार्जितं पापं युष्माभिरविवेकिभिः कामक्रोधाद्यदुत्पन्नं सङ्गमेन च पापिनां तत्पापं दुःखदं मूढाः किमर्थं चरितं जनाः कृतवन्तः पुरा यूयं पापान्यत्यन्तहर्षिताः तथैव यातना भोग्याः किमिदानीं पराङ्मुखाः कृतानि यानि पापानि युष्माभिः सुबहून्यपि तानि पापानि दुःखस्य कारणं च न वञ्चनाः मूर्खेऽपि दण्डिते वापि दरिद्रे वाश्रयान्विते सबले निर्बले वापि समवर्ती यमः स्मृतः चित्रगुप्तस्येति वाक्यं श्रुत्वा ते पापिनस्तदा शोचन्तः स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः धर्मराजोऽपि तान् दृष्ट्वा चोरवन्निश्चलस्थितान् आज्ञापयति पापानां शास्तिं चैव यथोचिताः ततस्ते निर्दया दूतास्ताडयित्वा वदन्ति च गच्छ पापिन् महाघोरान् नरकान् अतिभीषणान् यमाज्ञाकारिणो दूताः प्रचण्डश्चण्डकादयः एकपाशेन तान् बद्ध्वा नयन्ति नरकान् प्रति तत्र वृक्षो महासेकोज्ज्वलदग्निसमप्रभः पञ्चयोजनविस्तीर्णः एकयोजनमुच्छ्रितः तद्वृक्षे शृङ्खलैर्बद्ध्वाधो मुखं ताडयन्ति ते रुदन्ति ज्वलितास्तत्र तेषां त्राता न विद्यते तस्मिन् वै शाल्मलीवृक्षे लम्बन्ते नेकपापिनः क्षुत्पिपासा परिश्रान्ता यमदूतैश्च ताडिताः क्षमध्वं भूपराधं मे कृताञ्जलिपुटा इति विज्ञापयन्ति तान् दूतान् पापिष्ठास्ते निराश्रयाः पुनः पुनश्च ते दूतैर्हन्यन्ते लोहयष्टिभिः मुद्गरैस्तोमरैः कुन्तैर्गदाभिर्मुसलैर्भृशं ताडनाच्चैव निश्चेष्टा मूर्च्छिताश्च भवन्ति ते तथा निश्चेष्टितान् दृष्ट्वा किङ्करास्ते वदन्ति हि भू भू पापा दुराचाराः किमर्थं दुष्टचेष्टितं सुलभानि न दत्तानि जलान्यन्नान्यपि क्वचित् ग्रासार्थमपि नो दत्तः न श्ववायसयोर्बलिः नमस्कृतानातिथयो न कृतं पितृतर्पणम् यमस्य चित्रगुप्तस्य न कृतं ध्यानमुत्तमं न जप्तश्च तयोर्मन्त्रो न भवेद्येन यातना नापि किञ्चित् कृतं तीर्थं पूजिता नैव देवताः गृहाश्रमस्थितेनापि हन्तकारोऽपि नोद्धृतः शुश्रूषिताश्च नो सन्तो भुङ्क्ष्वपापफलं स्वकं यतस्त्वं धर्महीनोऽसि ततः सन्ताड्यसे भृशं क्षमापराधं कुरुते भगवान् हरिरीश्वरः। वयं तु सापराधानां दण्डदाहितदाज्ञया एवमुक्त्वा च ते दूता निर्दयं ताडयन्ति तान् ज्वलदङ्गारसदृशाः पतितास्ताडनादधः पतनात्तस्य पत्रैश्च गात्रच्छेदो भवेत्ततः तानधः पतितान् श्वानो भक्षयन्ति रुदन्ति ते रुदन्तस्ते ततो दूतैर्मुखमापूर्य रेणुभिः निबध्य विविधैः पाशैर्हन्यन्ते केऽपि मुद्गरैः पापिनः केऽपि भिद्यन्ते क्रकचैः काष्ठवद्विधा क्षिप्त्वा चान्ये धरापृष्ठे कुठारैः खण्डशः कृताः अर्धं खात्वा वटे केचिद्भिद्यन्ते मूर्ध्नि सायकैः अपरे यन्त्रमध्यस्थाः पीड्यन्ते चेक्षुदण्डवत् केचित् प्रज्वलमानैस्तु साङ्गारैः परितो भृशम् उल्मुखैर्वेष्टयित्वा च ध्मायन्ते लोहपिण्डवत् केचिद्घृतमये पाके तैलपाके तथा परे कटाहक्षिप्तवटवत् प्रक्षिप्यन्ते यतस्ततः केचिन्मत्तगजेन्द्राणां क्षिप्यन्ते पुरतः पथि बद्ध्वा हस्तौ च पादौ च क्रियन्ते केऽप्यधोमुखाः क्षिप्यन्ते केऽपि कूपेषु पात्यन्ते केऽपि पर्वतात् निमग्नाः केऽपि कुण्डेषु तुद्यन्ते कृमिभिः परे वज्रतुण्डैर्महाकाकैर्गृध्रैरामिषगृध्नुभिः निष्कृष्यन्ते शिरो देशे नेत्रे चास्ये च चुंसुभिः चञ्चुभिः ऋणं वै प्रार्थयन्त्यन्ये देहि देहि धनं मम यमलोके मया दृष्टो धनं मे भक्षितं त्वया एवं विवदमानानां पापिनां नरकालये छित्त्वा सन्दंशकैर्दूता मांसखण्डान् ददन्ति च एवं सन्ताड्यतां दूताः संकृष्य यमशासनात् तामिस्रादिषु घोरेषु क्षिप्यन्ते नरकेषु च नरकादुःखबहुलास्तत्र वृक्षसमीपतः ते स्वस्ति यन्महद्दुःखं तद्वाचामप्यगोचरम् चतुःशीति चतुरशीतिलक्षाणि नरकाः सन्ति खेचर तेषां मध्ये घोरतमा धौरेयास्त्वेकविंशतिः तामिस्रो लोहकुण्डश्च महारौरवशाल्मली रौरवः कुड्मलः कालसूत्रकः पूतिमृत्तिका सङ्घातो लोहितोदश्च सविशः सम्प्रतापनः महानिरयकाकोलौ सञ्जीवनमहापदौ अवीचिरन्धतामिस्रः कुम्भीपाकस्तथैव च सम्प्रतापननामैकस्तपनस्त्वेकविंशतिः नानापीडामयाः सर्वे नानाभेदैः प्रकल्पिताः नानापाकविपाकाश्च किङ्करौघैरधिष्ठिताः एतेषु पतिता मूढाः पापिष्ठा धर्मवर्जिताः तत्र भुञ्जन्ति कल्पान्ते तास्ता नरकयातनाः यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः भुङ्क्ते नरो वा नारी वा मिथस्सङ्गेन निर्मिताः एवं कुटुम्बं बिभ्राण उदरं भर एव वा विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् एकः प्रपद्यते ध्वान्तं हित्वेदं स्वं कळेबरं कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् दैवेनासादितं तस्य शमलं निरये पुमान् भुङ्क्ते कुटुम्बपोषस्य हृतद्रव्यैवातुरः केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः यातिजीवोऽन्धतामिस्रं चरमं तमसः पदम् अधस्तान्नरलोकस्य यावन्तो यातनादयः क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः इति श्रीगरुडपुराणे सारोद्धारे यमयातनानिरूपणो नाम तृतीयोऽध्यायः।